अथवा देहचक्षुर्मनोबुद्ध्यात्मानः द्रष्टारः तेषां बाह्यः द्रष्टा देहः ततः आरभ्य अन्तरतमश्च प्रत्यक्समीपे आत्मा द्रष्ट यतः परः अन्तरतमः नास्ति द्रष्ट सः अतिशयसामीप्येन दृष्टत्वा उपद्रष्टास्य यज्ञोपद्रष्टृवद्व सर्वविषयीकरणात् उपद्रष्ट हनुमन्ता च अनुमोदनम् अनुमननं कुर्वत्सु तत्क्रियासु परितोषः तत्कर्ता हनुमन्ता च अथवा हनुमन्त कार्यकरणप्रवृत्तिषु स्वयम् अप्रवृत्तोपि प्रवृत्त इव तदनुकूलः विभाव्यते तेन हनुमन्त अथवा प्रवृत्तं स्वव्यापारेषु तत्साक्षिभूतः कदाचिदपि न निवारयति इति हनुमन्त भर्त भरणं नाम देहेन्द्रियमनोबुद्धीनां सम्मतानां चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानां यस्वरूपधारणं चैतन्यात्मकृतमेव इति भर्त आत्मा इति उच्यते भोक्त अग्निष्णवतु नित्यचैतन्यस्वरूपेण बुद्धेः सुखदुःखमोहात्मकाः प्रत्ययाः सर्वविषयविषयाः चैतन्यात्मग्रस्ता इव जायमानाः विभक्ताः विभाव्यन्ते इति भोक्ता आत्मा उच्यते महेश्वरः सर्वात्मत्वात् स्वतन्त्रत्वाच्च महान् ईश्वरश्च इति महेश्वरः परमात्मा देहादीनां बुद्ध्यन्तानां प्रत्येकात्मत्वेन कल्पितानाम् अविद्यया परमः उपद्रष्टृत्वलक्षणः आत्मा इति परमात्मा सः अतः परमात्मा इति अनेन शब्देन चापि उक्तः कथितः श्रुतः क्व असौ अस्मिन् देहे पुरुषः परः अव्यक्तः उत्तमः पुरुषस्पन्यः परमात्मा इत्युदावृतः इति यः वक्ष्यमाणः क्षेत्रज्ञं चापि मां विद्धि इति उपन्यस्तः व्याख्याय उपसंहृतश्च तमेतं यथोक्तलक्षणम् आत्मानं य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते यः एवं यथोक्तप्रकारेण वेत्ति पुरुषं साक्षात् अहमिति प्रकृतिं च यथोक्तम् अविद्यालक्षणं गुणैः स्वविकारैः सह निवर्तितम् अभावम् आपादितं विद्यया सर्वथ सर्वप्रकारेण वर्तमानोऽपि सः भूयः पुनः पतिते अस्मिन् विद्वन्शरीरे देहान्तराय न अभिजायते न उत्पद्यते देहान्तरं न गृह्णाति इत्यर्थः अभिशब्दान् किमु वक्तव्यं स्ववृत्तस्तो न जायते इति अभिप्रायः ननु यद्यपि ज्ञानोत्पत्त्यनन्तरं पुनर्जन्म अभावः उक्तः तथापि प्राज्ञानोत्पत्तेः कृतानां कर्मणाम् उत्तरकालभाविनां च यानि च अतिक्रान्त अनेकजन्मकृतानि तेषां च फलं मदत्वा नाशो न युक्तः इति स्युः त्रीणि जन्मानि कृतविप्रनाशो हि न युक्तः इति यथा फले प्रवृत्तानाम् आरब्धजन्मनां कर्मणां न च कर्मणां विशेषः अवगम्यते तस्मात् त्रिप्रकाराण्यपि कर्माणि त्रीणि जन्मानि आरभेर् सम्मतानि वा सर्वाणि एकं जन्म आरभेर् अन्यथा कृतविनाशे सति सर्वत्र अनाश्वासपतङ्गः शास्त्र अनर्थक्यञ्च स्यात् इत्यतः इदम् अयुक्तमुक्तं न स भूयोऽभिजायते इति न क्षीयन्ते चास्य कर्माणि ब्रह्मवेदब्रह्मैव भवति तस्य तावदेव चिरम् इशीकातोलवतो सर्वाणि कर्माणि पदूयन्ते इत्यादि श्रुतिशतेभ्यः मुक्तो विदुषः सर्वकर्मदाः इहापि च उक्तः यथैधांसि इत्यादिनं सर्वकर्मदाहः वक्ष्यति च उपपत्तेश्च अविद्याकामक्लेशबीजनिमित्तानि हि कर्माणि जन्मान्तराङ्कुरम् आरभन्ते इहापि च साहङ्काराभिसन्धीनि कर्माणि फलारम्भकाणि न इतराणि इति तत्र तत्र भगवता उक्तम् बीजानि अग्निपदग्धानि नरोहन्ति यथा पुनः ज्ञानदग्धैस्तथा क्लेशैः नात्मा सम्पद्यते पुनः इति च अस्तु तावज्ञानोत्पत्युत्तरकालकृतानां कर्मणां ज्ञानेन दहः ज्ञानसहभावित्वा न तु इहजन्मनि ज्ञानोत्पत्तिः प्राकृतानां कर्मणाम् अतीतजन्मकृतानां च दहः युक्तः न सर्वकर्माणि इति विशेषणं ज्ञानोत्तरकालभाविनामेव सर्वकर्मणामिति चेन्न सङ्कोचे कारण अनुपपत्ते यत्तु उक्तं यथा वर्तमानजन्मारम्भकाणि कर्माणि न क्षीयन्ते परदानाय प्रवृत्तानि एव सत्यविज्ञाने तथा अनारब्धफलानामपि कर्मणां क्षयो न युक्तः इति तत् असत् कथं तेषां मुक्तेषु वतो प्रवृत्तफलत्वं यथा पूर्वं लक्षवेधाय मुक्तः इषुः धनुषः लक्ष्यवेदोत्तरकालमपि आरब्धवेगक्षयात् पतनेनैव निवर्तते एवं शरीरारम्भकं कर्म शरीरस्थितिप्रयोजने निवृत्तेऽपि आसंस्कारवेगक्षयात् पूर्ववत् वर्तते एव यथा स एव इषुः प्रवृत्तिनिमित्त अनारब्धवेगस्तु अमुक्तः धनुषि प्रयुक्तोऽपि उपसंह्रियते तथा अनारब्धफलानि कर्माणि स्वाश्रयस्थानीय ज्ञानेन बीजीक्रियन्ते इति पतिते अस्मिन् विद्वच्छरीरे न स भूयो विजायते इति युक्तमेव उक्तमिति सिद्धम् अत्र आत्मदर्शने उपायविकल्पाः इमे ध्यानादयः उच्यन्ते ध्यानेनात्मानि पश्यन्ति केचिदात्मानमात्मनः अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ध्यानेन ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनसि उपसंवृत्य मनश्च प्रत्यक्षेत इतरि एकाग्रतया यच्चिन्तनं तद्ध्यानं तथा ध्यायतीव बकः ध्यायतीव पृथिवीं ध्यायन्तीव पर्वतः इति उपमा उपादान तैलधारावत् सन्ततः अविच्छिन्नप्रत्ययो ध्यानं तेन ध्यानेन आत्मनि बुद्धौ पश्यन्ति आत्मानं प्रत्यक्चेतनम् आत्मन स्वेनैव प्रत्यक्चेतनेन ध्यानसंस्कृतेन अन्तःकरणेन केचित् योगिनः अन्ये साङ्ख्येन योगेन साङ्ख्यं नाम इमे सत्प्रदस्तमांसि गुणाः मया दृश्याहं तेभ्यो अन्यः तद्व्यापारसाक्षिभूतः नित्यः गुणविलक्षणः आत्मा इति चिन्तनम् एषः साङ्ख्यो योगः तेन पश्यन्ति आत्मानमात्मना इति वर्तते कर्मयोगेन कर्मैव योगः ईश्वरार्पणबुद्ध्या अनुष्ठीयमानं घटनरूपं योगार्थत्वा तु योगः उच्यते गुणतः तेन सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण च अपरे अन्ये त्वेवमजानन्तः शुद्धान्येभ्य उपासते तेऽपि चातितरं केव मृत्युं श्रुतिपरायणाः अन्ये तु येषु विकल्पेषु अन्यतमेनापि एवं यथोक्तम् आत्मानम् अजानन्तः अन्येभ्यः आचार्येभ्यः श्रुत्वा इदमेव चिन्तयता इति उक्ताः उपासते श्रद्धदानाः सन्तः चिन्तयन्ति तेऽपि च अतितरन्त्येव अतिक्रामन्त्येव मृत्युं मृत्युक्तं संसारम् इत्येतत् श्रुतिपरायणः श्रुतिः श्रवणं परम् अयनं गमनं मोक्षमार्गप्रवृत्तौ परं साधनं येषां ते श्रुतिपरायणः केवलपरोपदेशप्रमाणाः स्वयं विवेकरहिताः इत्यभिप्रायः किमु वक्तव्यं प्रमाणं प्रति स्वतन्त्राः विवेकिनः मृत्युम् अतितरन्ति इति अभिप्रायः